गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। आश्रयासिद्ध्यादिकथनम् आश्रय असिद्ध्यादिकरणं कथनम् इत्यत्र इति पाठे स्मः। तत्र आश्रयासिद्धः नमस्कारः भगिनि आगच्छतु। आश्रयासिद्धः न असिद्धः इति चतुर्थं हेत्वाभासम् अस्माभिः दृष्टं। तत्र लक्षणं न दत्तं मूले। असिद्धिः त्रिविधः। असिद्धिः इत्युक्ते किम् इति न उक्तं, लक्षणं न दत्तम्। असिद्धिः त्रिविधः, आश्रयासिद्धिः, स्वरूपासिद्धिः, व्याप्यत्वासिद्धिः च इति। तत्र आश्रयासिद्धिः यथा गगनारविन्दं सुरभि अरविन्दत्वात् सरोज अरविन्दवत्। अत्र गगन अरविन्दम् आश्रयः स च नास्ति एव, पक्षः नास्ति एव इति कृत्वा, पक्षः एव असिद्धः अस्ति इति कृत्वा, पक्षः एव आश्रयः अस्ति इति कृत्वा, आश्रयश्च असौ असिद्धः च इति कर्मधारयः भवति, विशेषविशेषभावः। अत्र गगनारविन्दम् इति आश्रयः अपि च असिद्धः, प्रसिद्धः नास्ति, असिद्धः अस्ति। अस्माभिः दृष्टं पक्षस्य लक्षणे पक्षः प्रसिद्धः भवेत् इति, किन्तु अत्र अप्रसिद्धः अस्ति इति कृत्वा आश्रय असिद्धः गगनारविन्दं भवति। अस्तु, तत्र किम् अस्माभिः दृष्टम् इति चेत्, गगनारविन्दं सुरभि अरविन्दत्वात् सरोज अरविन्दवत् इति अनुमानवाक्यं। तत्र गगनारविन्दम् इति पक्षः, सुरभि इति पक्ष इति पक्षस्यैव गगनारविन्दस्य विशेषणं, तर्हि सुरभित्वम् इति साध्यम्। अरविन्दत्वात् इति हेतुः, तर्हि अरविन्दत्वम् इति हेतुः। सरोज अरविन्दवत् इति उदाहरणं। तत्र प्रतिबध्यज्ञानस्य आकारः अस्ति अरविन्दं गगनीयत्ववत् इति, अरविन्दं गगनीयत्ववत् इत्युक्ते गगनीयत्ववत् अरविन्दम्। मया किं कृतं यः किञ्चित् चिन्तितं मया, अतः हेत्वाभासः नूतनचिन्तनम् इति नूतनं स्प्रेड्शीट् एकं स्थापितं, तत् मया न सम्पूर्णं कृतम्, अद्य अस्मिन् सप्ताहे करिष्यामि। तदनन्तरम् आरम्भतः किञ्चित् चिन्तयेम, तदा समीचीनबोधः जायते। सर्वत्र एकपदेन वदामश्चेत् समीचीनबोधः जायते इति कृत्वा, गगनीयत्ववत् अरविन्दम् इति प्रतिबध्यज्ञानस्य आकारः गगनीयत्व अभाववद् अरविन्दम् इति प्रतिबन्धज्ञानस्य आकारः भवति। तत्र विशेष्यं किं, समानविशेष्यं किम् इति चेत्, उभयत्र अरविन्दम् इति विशेष्यं, समानविशेष्यता अवच्छेदकम् अरविन्दत्वम्, अरविन्दत्वम् अरविन्दत्वम् इति समानविशेष्यता अवच्छेदकम्। तदनन्तरं प्रतिबध्यज्ञाने प्रकारः कः इति चेत्, गगनीयत्वम् इति प्रकारः। प्रतिबन्धकज्ञाने प्रकारः इति चेत्, गगनीयत्व अभावः। तर्हि भावाभावः उक्तः अस्ति, प्रकार प्रतिबध्यज्ञाने यः प्रकारः अस्ति तस्य अभावः प्रतिबन्धकज्ञाने प्रकारः भवेत्, तदा समान आकारकत्वं निरूप्यते इति कृत्वा, गगनीयत्वम् इति प्रतिबध्यज्ञाने प्रकारः, प्रतिबन्धकज्ञाने प्रकारः अस्ति गगनीयत्व अभावः। प्रतिबध्यज्ञाने प्रकारक अवच्छेदकः कः इति चेत्, गगनीयत्वस्य अवच्छेदकः अस्ति गगनीयत्वत्वम् इति। तर्हि प्रतिबन्धकज्ञाने अभावः उक्तः खलु, तस्य अभावस्य प्रतियोगीयः तस्य अवच्छेदकः कः इति चेत्, पुनः गगनीयत्वत्वम् इति एव भवति। तर्हि समानप्रकारक अवच्छेदकः अवच्छेदकत्वम् अपि प्राप्तम् इति कृत्वा, समान आकारकत्वं प्राप्तं, तदनन्तरं निश्चयत्वमपि अस्ति, प्रमात्मकत्वमपि अस्ति इति कृत्वा प्रतिबन्धकत्वं सम्पादितम्। तदनन्तरम् अत्र मुद्रा का इति चेत् गगनीयत्व अभाववत्ता कुत्र अस्ति? अरविन्दे अस्ति। गगनीयत्व अभाववत्ता अरविन्दे अस्ति। गगनीयत्वस्य अभावः कुत्र अस्ति? अरविन्दे अस्ति। तर्हि अरविन्दं गगनीयत्व अभाववत् भवति, तादृशभावः गगनीयत्व अभाववत्ता पुनः अरविन्दे अस्ति इत्यतः तद् अभाववत्ता निश्चयमुद्रा निश्चयस्य अस्य अस्य इत्युक्ते कस्य? गगनीयत्व अभाववत् अरविन्दम् इति निश्चयस्य, तदेव प्रतिबन्धकज्ञानस्य आकारः अस्ति। तादृशमुद्रा निश्चयस्य अस्य सुगमा, समीचीनं जातम्। तर्हि इदानीं हेत्वाभासलक्षणं सम्पादनीयम्। अत्र अरविन्दं गगनीयत्व अभाववत् अरविन्दम् एव दोषः, स च दोषः ज्ञाने आनेतव्यम्। तर्हि यत् इति पदेन गगनीयत्व अभाववत् अरविन्दम् इति दोषः यत् पदेन सङ्गृह्य तत्त्वं गगनीयत्व अभाववत् अरविन्दम् इति ज्ञाने अस्ति इति तस्य अनुवितिप्रतिबन्धकत्वम्। तत्त्वं तस्मिन् पदार्थे गगनीयत्व अभाव अरविन्दे अस्ति इति दोषरूपहेत्व आभासलक्षणसमन्वयः तत्त्वं भवेत्। यः दोषः अस्ति स च दोषः प्रतिबन्धकज्ञाने भवेत्, तद्वान् भवेत् प्रतिबन्धकज्ञानं, तद्वत् भवेत् प्रतिबन्धकज्ञानम् इति कृत्वा तत्त्वम् इदानीं प्रतिबन्धकज्ञाने अस्ति। अपि च इदानीं दोषः ज्ञाने आगतं, किन्तु हेत्वाभासस्थलम् इति कृत्वा अरविन्दत्वात् इत्यत्र अरविन्दत्वम् इति यत् हेतुः अस्ति तस्मिन् दुष्टत्वं सम्पादनीयम् इति कृत्वा गगनीयत्व अभाववद् अरविन्दम्, अरविन्दत्वं च इति समूह आलम्बनं ज्ञानम् आदाय एकज्ञानविषयप्रकृतहेतुतावच्छेदकं यत् एकज्ञानविषय इत्युक्ते एकस्मिन् ज्ञाने गगनीयत्व अभाव अरविन्दम् अस्ति, अपि च अरविन्दत्वम् अपि अस्ति, उभयमपि एकस्मिन् ज्ञाने अस्ति। तर्हि ज्ञानमेव अधिकरणं, गगनीयत्व अभाव अरविन्दम् अरविन्दत्वम् इति अनयोः मध्ये सामानाधिकरण्यं जातं ज्ञानम् अधिकृत्य। तर्हि एकज्ञानविषयक प्रकृतहेतुता अवच्छेदकं, प्रकृतहेतुः कः? अरविन्दत्वम् इति। तस्य अवच्छेदकं किं भवति? अरविन्दत्वत्वं भवति। तर्हि यद् अरविन्दत्वत्वं तद्वत्त्वम् अरविन्दत्वहेतौ अस्ति इति दुष्टत्वम् अरविन्दत्वहेतौ सम्पादितं भवति इति तावत् गते वर्गे अस्माभिः अधीतम्। अस्तु, एतावत्पर्यन्तं प्रश्नाः सन्ति वा कस्यापि? महोदय, अत्र समूहालम्बन समूहालम्बनस्य ज्ञानस्य यः आकारः अस्ति तस्य अर्थः कः भव किम् अर्थः किम्? अत्र गगनीयत्वाभाववत् अरविन्दम् अरविन्दत्वं च इत्यनेन किम् अवगच्छामः? अस्तु, अत्र सामान्य उदाहरणमेकं वदतु समूहालम्बनज्ञानस्य। महान् अस्ति, तत्र वयं दृष्टवन्तः, अहं न स्मरामि अधुना। समूह आलम्बनज्ञानम् इत्यस्य लक्षणं किं? लक्षणम् इत्युक्ते न्यायरीत्या न वक्तव्यं, किन्तु भवतः अवगमनं किम्? बहवः विषयाः एकस्मिन्नेव अधिकरणे सन्ति चेत् अत्र महानस्य पाषाणत्वमपि अस्ति, वह्निः अपि अस्ति, तत् स्वीकृत्य वह्नि अभावः वह्निः उभयमपि महानसे अस्ति, एकस्मिन् अधिकरणे अस्ति। सत्यम्। इत्युक्ते अत्र अभावः अपि च भावः उभयमपि इति नियमः नास्ति, इत्युक्ते बहवः प्रकाराः सन्ति सत्यम् एकस्मिन् एव. तर्हि अत्र अहं पश्यामि गगनीयत्व अभाववत् अरविन्दम् इति एकं ज्ञानम्, अरविन्दत्वम् इति अन्यज्ञानम्, उभयं मिलित्वा तत्र समूह एकं समूह आलम्बनज्ञानं कृतं तावदेव. तत्र केवलं कल्पना एव सत्यं. किमर्थम् इत्युक्ते कल्पना किमर्थं क्रियते भवान् वदतु. तेन एव द्वयोः विषयोः अवच्छेदकम् अत्र अरविन्दत्वं भवति. तत्तु भवतु, किन्तु इदानीं गगनारविन्दं सुरभि अरविन्दत्वात् सरोज अरविन्दवत् इति वाक्यं दृष्ट्वा अत्र कः क्लेशः अस्ति, दोषः कः? हा अस्तु, गगनारविन्दं सुरभि अरविन्दत्वात् सरोज अरविन्दवत् तत्र पक्षः एव नास्ति, गगनारविन्दम् एव नास्ति अतः. उत्तमं, तर्हि पक्षः एव दुष्टः अस्ति. आम् वस्तुतः पक्षः एव दुष्टः, गगनारविन्दम् इति पक्षः एव नास्ति, किन्तु हेत्वाभासस्थले कुत्र दोषः आनेतव्यः? हेतौ आनेतव्यः, हेतौ आनेतव्यः खलु. सत्यं, तर्हि अत्र हेतुः कः? अरविन्दत्वम् इति हेतुः. अरविन्दत्वम् इति हेतुः. आम्, यद्यपि अत्र अरविन्दत्वम् इति हेतौ किमपि दोषः नास्ति. नास्ति, हा वस्तुतः तु नास्ति, किन्तु हेत्वाभासस्थले कथञ्चित् दोषः हेतौ आनेतव्यः अस्ति. सत्यम् इति कृत्वा सर्वत्र एतादृशमेव, सर्वत्र हेतौ दोषः आनेतव्यः इति कृत्वा तत्र उपायः कः इति चेत् समूह आलम्बनज्ञानम् एकं कल्प्य तदनन्तरम् एतादृशचिन्तनं करोति. तर्हि इदानीं एकज्ञानविषयप्रकृतहेतुता अवच्छेदकत्वम् एकस्मिन् ज्ञाने इत्युक्ते गगनीयत्व अभाववत् अरविन्दम् इति एव दोषः वस्तुतः. आम् आम् आम्, तदेव पक्षः खलु. गगनारविन्दम् इत्युक्ते किं? गगनीयत्व गगने गगनारविन्दम् इति पदमेव इति पदार्थमेव नास्ति. तर्हि तदेव दोषः, किन्तु स च दोषः अरविन्दत्वम् इति हेतौ कथञ्चित् आनेतव्यम् इति कृत्वा अत्र समूह आलम्बनज्ञानमेकं कल्पितं. ज्ञानस्य आकारः कः? गगनीयत्व अभाववत् अरविन्दम् इति एकम्, अरविन्दत्वम् इति अन्यत्. तर्हि सर्वदा तत्र समूहालम्बनज्ञाने एकः विषयः तु दोषः एव अस्ति, द्वितीयः विषयः इति हेतौ यः धर्मः अस्ति तदेव अस्ति. हा साक्षात् अत्र हेतुः वा न तत्र द्वितीयम् अत्र च इत्यस्मात् पूर्वं यदा आगच्छति तत् साक्षात् हेतुः भवति. हा सत्यं सत्यं, हेतुः भवति न तु धर्मः, हेतुः भवति, हेतुः अस्ति सत्यम्. तर्हि गगनीयत्व अभाववत् अरविन्दम् इत्यत्र अरविन्दत्वम् अस्ति खलु? अस्ति अस्ति. अत्र अरविन्दत्वम् एव अस्ति, न तु अरविन्दत्वम् एव अस्ति. हा अरविन्दत्वम् इति नास्ति, अरविन्दत्वे प्रायः अत्र एवं चिन्तनीयं, गगनीयत्व अभाववत् अरविन्दम् इत्यत्र अरविन्दत्वमस्ति. सत्यं खलु. तर्हि तदपि विषयः भवति खलु अस्मिन् ज्ञाने? आम् तदपि विषयः, तदपि विषयः भवति. तर्हि तस्मिन् अरविन्दत्वे किम् अवच्छेदकम् इति चेत् अरविन्दत्वं भवति. आम् आम् एवम्. अत्र प्रकृतहेतुः कः? अरविन्दत्वम्. तस्य अवच्छेदकः कः? अरविन्दत्वम् इति कृत्वा तद्वत्वम् अरविन्दत्वहेतौ अस्ति अरविन्दत्वत्वम् इत्यत्र कथञ्चित् दोषं विकल्प्य तदनन्तरं तत् तादृशदोषः हेतौ अस्ति इति कृत्वा हेतौ दुष्टत्वं सम्पादयामः इति सर्वत्र एतादृशमेव अस्ति. अतः एव प्रायः अग्रिमे वर्गे कुर्मः, नो चेत् अत्र सर्वं पठित्वा अनुमानपरिच्छेदं सर्वं पठित्वा, इतोपि किञ्चिदेव अवशिष्टमस्ति, सर्वं पठित्वा आरम्भतः एकवारं चिन्तयेन हेत्वा वासः नूतनचिन्तनम् इति स्प्रेड्शीट् मया सिद्धता कृता अस्ति. तदेव पश्यामि, तत्र क्रमेण अहं स्थापितवान्. बहु सम्यक्. प्रायः एतादृशं पाठम् आसीत् चेत् इतोपि अवगमनार्थं लाभाय भवति. आमां सत्यं भवतु. तत् न पूरितं, किन्तु ह्यः किञ्चित् तस्मिन् विषये प्रयासः कृतः मया. भवतु इति तत्र दुष्टत्वं सम्पादितम्. अस्तु अस्तु, तर्हि इदानीं सम्प्रति इति भवानेव पठतु महोदय. सम्प्रति सम्प्रति पक्षविशेष्यकभ्रम आदाय एव असिद्धप्रकारान्तरम् आह स्वरूपासिद्धः इति. परामर्शस्य हेतौ व्याप्तवगाहित्वम् इव पक्षे हेतुप्रकारकत्वमपि असकृत् चिन्तितम्. अस्तु अस्तु, तर्हि अधुना पक्षविशेष्यकभ्रम आदाय पक्षे यः विशेष्यः अस्ति, पक्षविशेष्यः अस्ति यः, तस्मिन् भ्रमः अस्ति, तदादाय असिद्ध इत्यस्य अन्यत् यः प्रकारः अस्ति अत्र स्वरूप असिद्धः इति, तस्य निरूपणं भवति. तस्य कृते प्रथममस्ति परामर्शस्य हेतौ व्याप्ति अवगाहित्वम् इव पक्षे हेतुप्रकारकत्वम् अपि असकृत् चिन्तितम्. परामर्शस्य हेतौ व्याप्ति अवगाहित्वम् इव पक्षे हेतुप्रकारकत्वम् अपि. अग्रे उदाहरणमस्ति, तत् पठामि वा? एकनिमिषम्, अत्र किञ्चित् चिन्तयेम. परामर्शस्य हेतौ व्याप्ति अवगाहित्वमेव पक्षे हेतुप्रकारत्वम् अपि असकृत् चिन्तितम् इत्युक्ते एतावत्पर्यन्तम्. परामर्शस्य इत्युक्ते परामर्शे यदि भ्रमः जायेत तर्हि कुत्र भ्रमः जायेत? यदि परामर्शज्ञानं भ्रमात्मकं भवति भवेत् तर्हि व्याप्तिं व्याप्तिः भ्रमात्मकं भवेत्, नो चेत् पक्षधर्मता भ्रमात्मकं भवेत्. पक्षान् पक्षतः पक्षधर्मतांशे अथवा व्याप्तांशे व्याप्त्यांशे भ्रमः भवेत् भवेत् सत्यं, तदा परामर्शः अपि भ्रमीभूतः भवति. तर्हि परामर्शस्य हेतौ परामर्शे परामर्शज्ञाने यद् हेतुः अस्ति तस्मिन् व्याप्ति अवगाहित्वम् इव पक्षे हेतुप्रकारत्वम् अपि. पक्षे हेतुप्रकारम् इत्युक्ते पक्षधर्मता, पक्षे हेतुः प्रकारविधया भासते. सत्यं, पक्षधर्मता पक्षे हेतुः प्रकारविधया भासते इति चेत् अत्र पर्वतः वह्निमान् धूमात् इति अस्ति खलु. तर्हि धूमः कुत्र अस्ति? पर्वते अस्ति. तर्हि धूमविशिष्टपर्वतः, तर्हि धूमवान् अयं पर्वतः धूमवान् इति वदामश्चेत् तर्हि तत्र प्रकारविधया किं भासते? हेतुः भासते खलु. सत्यं, तर्हि हेतुप्रकारत्वमपि असकृत् चिन्तितं, बहुवारं चिन्तितम् इति. असकृत् इत्युक्ते सकृत् इत्युक्ते एकवारम्, असकृत् इत्युक्ते पूर्वमपि अत्र पक्षधर्मतायां यदि क्लेशः भवति तदा. आम् आम् सत्यं, परामर्शे अपि भ्रमः भवति इति उक्तं तत्र अस्तु इत्युक्ते अस्मिन् सन्दर्भे तत्र शब्दः गुणः चाक्षत्वात् इति उदाहृतस्थले शब्दरूपे पक्षे गुणत्वसाधनाय उपन्यस्तः यः चाक्षुषत्वं हेतुः सः तत्र नास्ति अस्तु अत्र पक्षे हेतुः नास्ति हेतुः अस्ति चाक्षुषत्वम् अपक्षः इति शब्दः तस्मिन् हेतुः नास्ति अतः तर्हि एवं वदतु महोदय अत्र वस्तुतः किमपि नास्ति तर्हि यत्र यत्र सर्वनामपदं दृश्यते तत्र सर्वनामशब्दस्य अर्थः सर्वनामशब्देन किम् उक्तम् इति तत्र अस्तु तत्र इत्युक्ते अत्र यदा परामर्शः भ्रमरूपः भवति तत्र अत्र उदाहरणमस्ति शब्दः गुणः चाक्षुषत्वात् इति तस्मिन् शब्दः इति पक्षः अस्ति पक्षे गुणत्वसाधना अत्र गुणः इति साध्यम् अस्ति गुणत्वम् इति साध्यम् अस्ति तर्हि गुणत्वसाधनाय उपन्यस्तः इति इत्युक्ते यः प्रयुक्तः अस्ति हेतुः इत्युक्ते चाक्षुषत्वम् इति हेतुः अस्ति साध्यं साधनार्थं सः तत्र नास्ति इत्युक्ते हेतुः तत्र इत्युक्ते पक्षे नास्ति उत्तमम् तावदेव वक्तव्यं तावदेव इति पठामः चेत् तत्र शब्दः गुणः चाक्षुषत्वात् इति उदाहृतस्थले शब्दरूपे पक्षे गुणत्वसाधनाय उपन्यस्तः यः चाक्षुषत्वं हेतुः सः हेतुः तत्र पक्षे नास्ति अतः पक्षे हेत्वाभावे अपि तदवगाहित्वात् भवति परामर्शः भ्रमः तर्हि अत्र हेतोः अभावः अस्ति पक्षे तद् अवगाहित्वात् भवति तथा भवति चेत् परामर्शे भ्रमः जायते अत्र हेत्वांशे भ्रमः अस्ति इति तर्हि इदानीं भवान् वदतु आश्रयसिद्धः स्वरूपासिद्धः अनयोः मध्ये कः भेदः आश्रयसिद्धः इत्युक्ते आश्रय असिद्धः इत्युक्ते पक्षः एव नास्ति अप्रसिद्धः अस्ति पक्षः एव उत्तमम् अत्र स्वरूपसिद्धे स्वरूपसिद्धे इत्युक्ते हेतुः पक्षे नास्ति हेतोः अभावः अस्ति पक्षे इत्युक्ते पक्षधर्मता नास्ति पक्षधर्मता नास्ति सत्यं पक्षधर्मता तर्हि आश्रयसिद्धे पक्षः एव नास्ति पक्षः अप्रसिद्धः किन्तु स्वरूपासिद्धे पक्षधर्मता नास्ति इति क्लेशः अस्तु अग्रे शब्दः चाक्षुषत्वाभाववान् इति निश्चयः शब्दः गुणत्वव्याप्य चाक्षुषत्ववान् इति परामर्शं प्रति पक्षे हेतुमत्तावगाहित्वांशे प्रतिबन्धकः तर्हि अत्र शब्दः चाक्षुषत्वाभाववान् इति प्रतिबन्धकज्ञानम् अस्ति तद् ज्ञानं शब्दः गुणत्वव्याप्य इत्युक्ते अत्र गुणः इति साध्यमस्ति तेन व्याप्य पक्षः अस्ति शब्दः इति तदेव पक्षः चाक्षुत्ववान् न गुणः इति साध्यं तेन किं व्याप्यं पक्षः इति व्याप्यं न भवति खलु सत्यं तदेव अत्र डेश् इति अस्ति गुणत्वव्याप्य चाक्षुषत्ववान् अयं शब्दः इति परामर्शं प्रति शब्दः चाक्षुषत्वाभाववान् इति निश्चयः प्रतिबन्धकज्ञानं भवति तर्हि ते तस्मिन् ज्ञाने एव पक्षे हेतुमत्तावगाहित्वांशः इति इत्यनेन प्रतिबन्धकः भवति एतत् ज्ञानं प्रतिबद्धज्ञानं प्रति सत्यम् अत्र नूतनशब्दः अस्ति खलु हेतुमत्तावगाहि अवगाहित्वांशे इत्युक्ते पक्षधर्मतांशे खलु सत्यं पक्षे हेतुमत्ता तर्हि पक्षधर्मता हेतौ भवेत् खलु सत्यं पक्षधर्मता हेतौ भवेत् तर्हि हेतुमत्ता कुत्र भवेत् पक्षे भवेत् पक्षे किन्तु उभयोः इत्युक्ते हेतौ पक्षधर्मता नास्ति इति वक्तुं शक्यते नो चेत् पक्षे हेतुमत्ता नास्ति हेतुमत्ता नास्ति उभयमपि समानमेव समान सत्यं किन्तु कुत्र स्थित्वा वदेम इत्यत्र भेदः. यदि हेतौ स्थित्वा वदेम तर्हि हेतौ पक्षकर्मता नास्ति. यदि पक्षे स्थित्वा वदेम तर्हि पक्षे हेतुमत्ता नास्ति इति तत् इति प्रतिबन्धकः भवति. अस्तु अग्रे. तथा च तथा च शब्दत्वावच्छिन्नविशेष्यतानिरूपित चाक्षुषत्वावच्छिन्नप्रकारताशालिबुद्धित्वावच्छिन्नप्रतिबद्धतानिरूपित शब्दत्वावच्छिन्नविशेष्यतानिरूपित चाक्षुषत्वाभावत्वावच्छिन्नप्रकारताशालिनिश्चयत्वावच्छिन्नप्रतिबन्धकताश्रयः भवति अयं निश्चयः. अस्तु, तर्हि अत्र न्यायशैल्या तदेव यत् उपरि लिखितम् अस्ति तदेव अत्र उल्लेखितमस्ति. पुनः अत्र शब्दः चाक्षुषत्वाभाववान् इति प्रतिबन्धकज्ञानमस्ति. तर्हि अत्र शब्दत्वावच्छिन्नविशेष्यता इत्युक्ते शब्दः इति विशेष्यः, शब्दे शब्दत्वम् अस्ति, तेन एव शब्दः अवच्छिन्नः अस्ति. तेन तया विशेष्यता निरूपित किम् इत्युक्ते शब्दत्वेन किम् अवच्छिन्ना अस्ति? शब्दः न अवच्छिन्नः अस्ति. ओ, विशेष्यता अवच्छिन्ना, शब्दे यः शब्दे या विशेष्यता अस्ति ता विशेष्यता शब्दत्वेन अवच्छिन्ना अस्ति. तर्हि शब्दत्व अवच्छिन्न विशेषता निरूपित इति उक्तत्वा शब्दः विशेष्यः. अत्र चाक्षुषत्वावच्छिन्न प्रकारता शाली चाक्षुषत्व तर्हि चाक्षुषत्व इति चाक्षुषत्वत्वेन अवच्छिन्न प्रकारता अस्ति. अतः अत्र चाक्षुषत्वम् इति प्रकारः. सत्यं, शब्दः विशेष्यः, चाक्षुषत्वम् इति प्रकारः, प्रकारताशाली बुद्धित्वावच्छिन्न प्रतिबद्धता. तर्हि शब्दः चाक्षुषत्ववान् इति प्रतिबद्ध ज्ञानं भवति. उत्तमं, तदेव उपरि लिखितमस्ति किल, शब्दः चाक्षुषत्ववान् तदेव परामर्शं प्रति प्रतिबद्धज्ञानं भवति. तस्मिन् प्रतिबद्धता अस्ति सा निरूपित शब्दत्वावच्छिन्नविशेष्यता. पुनः अत्र शब्दः इति विशेष्यं निरूपित चाक्षुषत्वाभावत्वावच्छिन्न इत्युक्ते अत्र प्रकारता कुत्र अस्ति, तर्हि चाक्षुषत्वाभावे अस्ति. चाक्षुषत्वाभावत्व अवच्छिन्न चाक्षुषत्वाभावः इति. तर्हि प्रकारताशालिनिश्चयत्वावच्छिन्न इत्युक्ते निश्चयं प्रतिबन्धकः अस्ति. तर्हि शब्दः विशेष्यः, चाक्षुषत्वाभावः इति प्रकारः. तर्हि शब्दः चाक्षुषत्वाभाववान् इति प्रतिबन्धकज्ञानं भवति. तर्हि उभयत्र शब्दः इति विशेष्यः, उभयत्र शब्दत्वम् इति विशेष्यतावच्छेदकम्. शब्दत्वमिति विशेषतावच्छेदकं. तर्हि प्रकारः कः? प्रकारः प्रतिबद्धज्ञाने प्रकारः अस्ति चाक्षुषत्वम् इति प्रकारः. चाक्षुषत्वम् इति प्रकारः. प्रतिबन्धकज्ञाने चाक्षुषत्वाभावः इति प्रकारः. उत्तमम्, तर्हि प्रतिबन्धकज्ञाने प्रकारता अवच्छेदकः कः? चाक्षुषत्वाभावत्वम् क्षम्यतां, प्रतिबद्धज्ञाने. अस्तु, प्रतिबद्धज्ञाने प्रकारता अवच्छेदकः अस्ति चाक्षुषत्वत्वम्. चाक्षुषत्वत्वं खलु, प्रतिबन्धकज्ञाने सः एव भवेत्. तस्यैव अभावः भवेत् खलु? तस्यैव अभावः नास्ति इत्युक्ते तस्य प्रतियोगी अभावस्य प्रतियोगी चाक्षुषत्वं तस्मिन् विद्यमान अवच्छेदकः चाक्षुषत्वं. तदेव अस्ति सत्यं. अत्र नूतनचिन्तनम् इति स्प्रेड्शीट् मध्ये सम्यक् शीर्षकम् अस्ति, अतः तेन आमामां प्रतिबन्धकज्ञाने प्रकारस्य अभावस्य प्रतियोगितावच्छेदकः सत्यम्. अतः किञ्चित् परिवर्तितं भवतु. इदानीम् एतत् सर्वं यदस्माभिः चिन्त्यते तत् हेत्वाभासः इति पुरातन स्प्रेड्शीट् मध्ये अहं स्थापयन्नस्मि, तदनन्तरं तत्र अप्डेट् करोमि. भवतु, तर्हि भवती अयं विषयः अग्रे महोदय. स च शब्दः, स च शब्दः चाक्षुषत्ववान् इति बुद्धिं प्रति तदभाववत्ता निश्चयमुद्रया प्रतिबन्धको भवति. अस्तु, तर्हि अत्र शब्दः चाक्षुषत्ववान् इति प्रतिबद्धज्ञानं तं प्रति तदभाववत्ता निश्चयमुद्रया शब्दः चाक्षुषत्वाभाववान् इति प्रतिबन्धकज्ञानं प्रतिबध्नाति. अस्तु, तत्पदेन चाक्षुषत्वं तदभावः चाक्षुषत्वाभावः तदभाववान् शब्दः तदभाववत्ता शब्दे इति अयं भवति तदभाववत्ता निश्चयः. अस्तु, अस्य निश्चयस्य प्रमारूपत्वेन अस्य विषयो अपि प्रकारात् प्रभृति विशेष्यपर्यन्तं निरूपयितुं शक्यः. अस्तु, तर्हि तदभाववत्ता निश्चयमुद्रा इत्यस्य विवरणम् अस्ति. तत्पदेन चाक्षुषत्वं, तर्हि तदभावः इत्युक्ते चाक्षुषत्वाभावः, तद्वत् कः इत्युक्ते शब्दः, तद्वान् कः इत्युक्ते शब्दः, तद्वत्ता शब्दे अस्ति अतः शब्दे अत्र तादृशशब्दः इति तदभाववत्ता निश्चयमुद्रया प्रतिबन्धकं भवति. तदभाववत्ता शब्दे अस्ति, तर्हि तादृशविषयः इत्युक्ते चाक्षुषत्व अभाववत् शब्दः इति निश्चयः ज्ञाने अस्ति इति कृत्वा. सत्यम्. अग्रे, अस्य निश्चयस्य प्रमारूपत्वेन, तर्हि एतत् निश्चयः प्रमा अस्ति. अस्य विषय अपि प्रकारात् प्रभृति, प्रकारात् आरभ्य विशेष्यपर्यन्तं निरूपयितुं शक्यः. अस्य इत्युक्ते निश्चयस्य प्रतिबन्धकज्ञानस्य विषयः अपि प्रकारात् आरभ्य विशेष्यपर्यन्तं निरूपयितुं शक्यः. तर्हि अत्र किं शक्यते इत्येव उक्तम्. अस्तु, अग्रे इदानीं सत्यभौम भगिनी पठति वा? अतः आं महोदय. अतः हेद्वाभासलक्षणघटक यत्पदेन स एव स्वीक्रियते यत् विषयकत्वेन चाक्षुषत्वाभाववत् शब्द विषयकत्वेन निश्चयस्य शब्दः चाक्षुषत्वाभाववान् इति निश्चयस्य परामर्शप्रतिबन्धकत्वं भवति इति तत्पदेन तस्यैव ग्रहणे तत्त्वं चाक्षुषत्वाभाववत् शब्दे अस्ति इति तत्र हेद्वाभासलक्षणसमन्वयः. तादृशदोषवत्त्वेन हेदोः दुष्टत्वसम्पादनाय समूहालम्बननिश्चयः चाक्षुषत्वाभाववत् शब्दः चाक्षुषत्वं च इति आकारकः ग्राह्यः. तादृशैकज्ञानविषयकप्रकृतहेतुतावच्छेदकं चाक्षुषत्वं तद्वत्त्वं चाक्षुषत्वे अस्ति इति चाक्षुषत्वं दुष्टम् इति सिद्धम्. इदानीं पूर्वं दोषः कः इति निरूपितमासीत्, इदानीं तद् दुष्टे आनीतम् इति कृत्वा अत्र एकविषय प्रकृतहेतुतावच्छेदकम् इति नियमेन अत्र पुनः यत् विषयकत्वेन इत्यनेन चाक्षुषत्वाभाववत् शब्दः हेतु अस्ति चाशुषत्वं तस्मिन् आनीतम् इति कृत्वा समूहालम्बन न्यायं ज्ञानम् एकं स्वीकृत्य तत्र चक्षुषत्वाभाववत् शब्दः चाक्षुषत्वं च इति निरूपयिष्यति निरूपयति तद् तदेव खलु महोदय चाक्षुषत्वम् इति वक्तव्यं चाक्षुषत्वम् इति भवत्या उक्तं चाक्षुषत्वम् अभेत इति कृत्वा तत्र दुष्टत्वं सम्पादितं भवति तर्हि सर्वमेव अत्र स्थापितमस्ति स्प्रेड्शीट् मध्ये चाक्षुषत्व अभाववत्ता शब्दे अस्ति इति कृत्वा तदभाववत्ता निश्चयमुद्रा निश्चयस्य अस्य सुगमा तदनन्तरं चाक्षुषत्व अभाववत् शब्दः इति दोषः यत् पदेन सङ्गृह्य तत्त्वं चाक्षुषत्व अभाववत् शब्दः इति ज्ञाने अस्ति इति तस्य परामर्शप्रतिबन्धकत्वम् इदानीं कस्य प्रतिबन्धकः भवति एतज्ज्ञानम् इति चेत् परामर्शज्ञानस्य पक्षधर्मांशे पक्षधर्मतांशे क्लेशः अस्ति इति कृत्वा परामर्शः न जायते एतत् सर्वम् अग्रे चिन्तयामः अत्र नूतनचिन्तनम् इति लिखितमस्ति खलु तर्हि किं ज्ञानं न जायते इति अपि चिन्तनीयम् इत्युक्ते अनुमितिः न जायते वा परामर्शः न जायते वा उभयोः मध्ये चिन्तनं कृत्वा यदि परामर्शः न जायते तर्हि किमर्थं न जायते व्याप्तिः न सिद्धा नो चेत् पक्षधर्मता न सिद्धा उभयोः मध्ये कः अत्र किमर्थं परामर्शः न जायते परामर्शः अत्र पक्षः अस्ति शब्दः शब्दचाक्षुषत्वं नास्ति इति कृत्वा इति कृत्वा पक्षधर्मदा न प्राप्यते इति वक्तव्यं समीचीनम् इत्युक्ते परामर्शः न जायते चेत् व्याप्तिः न सिद्धा नो चेत् पक्षधर्मता न सिद्धा उभयोः मध्ये एकः निश्चयेन भवेत् तर्हि अस्मिन् सन्दर्भे किम् इति चेत् पक्षधर्मता नास्ति इति कृत्वा अस्तु अत्र केवलं चिन्तनार्थम् अत्र व्याप्तिः सिद्ध्यते वा इति पश्यतु यत्र यत्र कुत्र तत् शब्दः गुणः चाक्षुषत्वात् यत्र यत्र चाक्षुषत्वं तत्र तत्र गुणः इति गुणः इति न वदतु अत्र साध्यं किं गुणत्वम् इति गुणत्वम् इति वक्तव्यं गुणत्वं गुणः इति शब्दस्य विशेषणमस्ति तर्हि गुणः इति वक्तव्यं गुणः इति साध्यं नास्ति गुणत्वम् इति साध्यं गुणत्वं तत् समीचीनं खलु गुणत्वं वर्तते सर्वदा अस्ति खलु प्रथमं वाक्यं वदतु यत्र यत्र यत्र यत्र चाक्षुषत्वं तत्र तत्र गुणत्वं यथा यथा रूपम् उत्तमं इति वदति चेत् समीचीनम् इति वक्तुं शक्यते उदाहरणं उक्तवती खलु यत्र यत्र चाक्षुषत्वं तत्र तत्र गुणत्वं यथा रूपम् अस्तु इदानीं व्यतिरेकव्याप्ति वदतु यत्र यत्र गुणत्वाभावः तत्र तत्र चाक्षुषत्वाभावः एकनिमिषं गुणत्वाभावः क्रिया नास्ति तत् कथं यथा यथा किमपि द्रव्यं न स्वीकर्तुं शक्यते किमर्थं न स्वीकर्तुं शक्यते चाक्षुषत्व अभावः अत्र नास्ति खलु चाक्षुषत्व अभावः कुत्र अस्ति सर्वेषु द्रव्येषु चाक्षुषत्वमस्ति वा अस्ति इत्युक्ते सर्वाणि द्रव्याणि चक्षुषा गृहीतुं शक्यते वा शक्यन्ते वा उदाहरणं तदेव अहं पृच्छन् अस्मि यद् यदा प्रश्नमस्ति तस्मिन् विषये चिन्तयतु सर्वाणि द्रव्याणि अत्र नवद्रव्याणि सन्ति खलु. प्रथमद्रव्यं किम्? नवद्रव्याणि पृथ्वी. अस्तु, पृथिव्यां चाक्षुषत्वमस्ति वा? अस्ति. हा समीचीनं. जले चाक्षुषत्वमस्ति वा? अस्ति. वायु चाक्षुषत्वमस्ति वा? अस्ति अस्ति. वायौ अस्ति वा? वायौ नास्ति. हा तर्हि यत्र यत्र चाक्षुषत्व अभावः तत्र तत्र गुणत्व अभावः इति वक्तुं शक्यते. यथा वायुः वायुः वक्तुं शक्यते खलु? शक्यते शक्यते महोदय. वायौ गुणत्वमस्ति वा न वा? वायौ गुणत्वं नास्ति. तर्हि गुणत्वं गुणत्वं गुणे एव अस्ति. हा उत्तमम् उत्तमं. वायौ गुणः अस्ति, स्पर्शः इति गुणः अस्ति, किन्तु गुणत्वं नास्ति वायौ. इति कृत्वा अत्र व्याप्तिः सिद्ध्यति खलु? आम् व्याप्तिः सिद्ध्यति. व्याप्तिः सिद्ध्यति किन्तु पक्षधर्मता न सिद्ध्यति. इति कृत्वा पक्षधर्मतांशे भ्रमः क्लेशः दोषः अस्ति इति कृत्वा परामर्शः न भवति इति अवगन्तुं शक्यते. अस्तु उत्तमम्, अग्रे गच्छेम. इदानीं भवती एव पठतु. उपाधिककथनम् उक्तेषु वच्यमाणेषु च हेत्वाभासेषु तद्विषयकनिश्चयः परामर्शः तज्ज्ञानम् अनुमिति परामर्शं तज्जन्याम् अनुमतिं वा प्रतिबध्नाति. सम्प्रति यः निरूप्यते व्याप्यत्वासिद्धः तत्र उपाधिपदार्थः निरूप्यः ततः हेतु तादृश उपाधिमान् इति ज्ञातव्यं. तेन च हेतुः साधारणा इति ज्ञायते. साधारणश्च 251 पेज् मध्ये निरूपितरीत्या परामर्शविरोधी एवञ्च अधुना निरूप्यस्य उपाधेः न अन्यहेत्वाभासवत् प्रतिबन्धकत्वं किन्तु प्रसिद्धहेत्वाभासज्ञापनद्वारा इति विशेषः. उक्तेषु वच्यमाणेषु च हेत्वाभासेषु तत् विषयकनिश्चयः परामर्शं तज्जन्याम् अनुमिति वा प्रतिबध्नाति. उक्तेषु वच्यमाणेषु तावत्पर्यन्तं यत् यत् उक्तं तेषु विषयकनिश्चयविषय कथं हेत्वाभासनिश्चयं कृतं चेत् ऐद परामर्शे अथवा तेन जन्यः अस्ति अनुमिति तयो तेषु एव प्रतिबन्धकज्ञानं स्वीकृत्य निश्चयज्ञानं स्वीकृत्य प्रतिबद्धज्ञानस्य ज्ञानं प्रतिबन्धादि इति समीचीनमा महोदय. प्रतिबध्नाति अत्र परामर्शे भ्रमः कल्पयित्वा नो चेत् तेन जन्या अनिमितौ जन्यायाम् अनिमितौ अत्र भ्रमः कल्पयित्वा प्रतिबन्धकत्वम् अस्माभिः सम्पादितम्. अस्तु अग्रे. सम्प्रति यः निरूप्यते व्याप्यत्वासिद्धः तत्र उपाधि इति किम् परामर्शज्ञाने यत् व्याप्ति अस्ति तत्र असिद्धि न तद्वि तद् एतावत् न पठितं. व्याप्यत्वासिद्धः इत्युक्ते तृतीयविध असिद्धः. ओके. आश्रयासिद्धः इति अस्माभिः दृष्टम्. आश्रयासिद्धः इत्युक्ते पक्षे पक्षः अप्रसिद्धः. पक्षः अप्रसिद्धः. स्वरूपासिद्धः इत्युक्ते पक्षधर्मता नास्ति. इदानीं व्याप्यत्वासिद्धिः व्याप्यत्वासिद्धः इति तृतीयविध असिद्धः अस्ति. अत्र उपाधिपदार्थः उपाधिपदार्थः निरूप्य ततः हेतु तादृश उपाधिमान् इति ज्ञातव्यम्. उपाधिपदार्थः हेतुमान् भवति वा? तादृश उपाधिमान् भवति. उपाधिः हेतुमान् भवति. किमर्थं भवति? तादृश उपाधिमान् भवति इत्युक्ते कश्चन काञ्चन उपाधिं निरूप्य तादृश उपाधिः हेतौ अस्ति इति कृत्वा हेतौ दुष्टत्वं कल्पयामः. तदेव करणीयं व्याप्यत्वासिद्धेः व्याप्यत्वासिद्धौ असिद्धे व्याप्यत्वासिद्धे प्रथमम् एकम् उपाधिपदार्थं निरूप्य तदनन्तरं तादृश उपाधिपदार्थः हेतौ अस्ति इति कृत्वा हेतौ दुष्टत्वं सम्पादनीयं. तर्हि उपाधिः इत्युक्ते किं? स च उपाधिः पदार्थः कः इति एतावत्पर्यन्तं न बुद्धम्. अस्तु अग्रे. तेन च हेतुः साधारणा इति ज्ञायते. साधारणहेतुः इत्युक्ते किम्? हेतु तत्र सव्यभिचारे अस्माभिः दृष्टं खलु. साधारणहेतुः असाधारणहेतुः इति. साध्यसामानाधिकरणं करणीयम् अस्ति. साध्य अभाववत् वृत्तित्वमस्ति इति. अवृत्तित्वं साध्य सामानाधिकरण्यम् अस्ति. अपि च साध्य अभाववत् वृत्तित्वमस्ति. अवृत्तित्वं लक्षणमस्ति, वृत्तित्वमस्ति. अतः तादृशं मा वदतु. वृत्तित्वम् अस्ति इति मा वदतु. साध्य अभावः अवृत्तित्वं नास्ति इति वदतु. ओके. अवृत्तित्वं नास्ति. साध्य अभावत् साध्यसामानादिकरण्यमस्ति किन्तु साध्य अभावत् अवृत्तित्वं नास्ति इति चेत् तादृशहेतुः साधारणः भवति. तर्हि तेन च हेतुः साधारणः इति ज्ञायते. तेन च केन च? हरि ओम् महोदय. साधारण यद् पक्षे अस्ति तत् लक्षणं. तेन इति पदमस्ति खलु भगिनि. तेन हेतुः साधारण. साधारण साधारण ज्ञाने यत् उक्तमस्ति तदेव खलु. न न न न न अत्र पूर्ववाक्ये किमुक्तमस्ति? ततः हेतु तादृश उपाधिमान् इति. हा, इति ज्ञातव्यम् इति उक्तं खलु. तेन ज्ञानेन च हेतुः साधारणः इति ज्ञायते इति उक्तं. तेन इत्युक्ते पूर्वं तादृश उपाधिमान् हेतुः इति ज्ञानेन हेतुः साधारणः इति ज्ञायते इति उक्तम्. अग्रे. साधारणः च निरूपितरीत्या निरूपितरीत्या परामर्शविरोधी एवञ्च अधुना निरूपितरीत्या इदानीं यदा साधारण ज्ञाने कथं परामर्शः निरूपितं तदा अत्र निरूपितं चेत् परामर्शविरोधी भवति इति ज्ञातुं शक्यते. परामर्शज्ञाने विरो व्याप्यं सेवा व्याप्तं सेवा पक्षधर्मदां सेवा विरोधितुं साधयितुं शक्यते. किमस्ति इति वदतु. साधारणस्थले वयं किं कर् साधारणस्थले इत्युक्ते किं तद् हेत्वाभासस्य एक ज्ञानमस्ति. साधारण एकविधज्ञानमस्ति. साधारणज्ञानं साधारणहेतुः साधारणम् इत्युक्ते किम् इदानीमेव उक्तवती खलु साध्यसामानाधिकरण्यम् अस्ति. साध्यसामान्याधिकरण्यमस्ति. साध्य अभाववद् अवृत्तित्वं नास्ति इति उक्तवती खलु. तर्हि साध्य अभाववद् अवृत्तित्वं नास्ति चेत् परामर्शः जायते वा न जायते? आम्, यदि व्याप्यत्वासिद्धहेतौ साधारणत्वं सम्पादयामः इत्युक्ते तस्मिन् हेतौ साध्यसामानादिकरण्यमस्ति किन्तु साध्य अभावत् अवृत्तित्वं नास्ति इति निरूपयामः तर्हि परामर्शविरोधी भवति खलु. विरोधी भवति. तदेव उक्तं, तावदेव वक्तव्यम्. अस्तु अग्रे. एवञ्च एवञ्च अधुना निरूप्यस्य उपाधेः न अन्यहेतुवाभासवत् प्रतिबन्धकत्वम्. एवञ्च अधुना निरूप्यस्य उपाधेः न अन्यहेतुवाभासवत् प्रतिबन्धकत्वम् अन्य उपाधेः अतः अत्र उपाधि कृत हेत्वाभासं कुत्र इति चेत् साधारणज्ञानं स्वीकृत्य एव. न तु भगिनि साधारणज्ञानमिति साधारण पारिभाषिकशब्दः अस्ति. साधारणज्ञानम् इति वदति चेत् महोदय वदतु. एवञ्च अधुना निरूप्यस्य उपाधेः न अन्यहेत्वाभासवत् अत्र हेत्वाभासवत् वत्प्रत्ययस्य अर्थः कः? अन्यहेत्वाभासवत् तावत् इति तादृशम् इति एव खलु सत्यं. तादृशं नास्ति इति वदति. एतावत्पर्यन्तम् अत्र ये हेत्वाभासाः चिन्तिताः अधुना निरूपस्य उपाधेः न अन्यहेत्वाभासवत् प्रतिबन्धकत्वम्. किन्तु तर्हि कथं? किन्तु प्रसिद्धहेत्वाभासज्ञापनद्वारा इति विशेषः. प्रसिद्धहेत्वाभासज्ञापनद्वारा इति विशेषः इत्युक्ते अत्र उपाधिः यद् निरूपयामः स च उपाधिः उपाध्याः उपाधेः निरूपणेन साक्षात् हेत्वाभासत्वं न भवति. किन्तु किं भवति? प्रसिद्धहेत्वाभासज्ञापकः भवति एतत् उपाधिः. इत्युक्ते अत्र उपाधि एतत् सर्वं यदा उदाहरणं पश्यामः इतोपि अर्थबोधः जायते. किन्तु उपाधिनिरूपणेन हेत्वाभासि निरूपणं न भवति, हेत्वाभासनिरूपणं न भवति. अत्र उपाधिनिरूपणेन हेत्वाभासस्य प्रसिद्धहेत्वाभासस्य ज्ञापनं भवति इति. तेन हेत्वाभासेन प्रसिद्धहेत्वाभासेन अत्र दोषत्वं कल्प्यते, दुष्टत्वं सम्पादयामः इति उक्तं, तावदेव उक्तम् अत्र। अग्रे इतोपि यदा उदाहरणं पश्येम इतोपि अर्थबोधः जायते एव। महोदय एका शङ्का अस्ति महोदय। हा, अत्र साधारणहेतु अभासविषये अपि च व्याप्यत्व असिद्ध हेतु अभासविषये वाट् इस् द डिफैनिङ्ग् वाट् इस् डिफरेन्शियल् फ़्याक्टर् इति वदामश्चेत् अत्र उपाधिः एव अत्र हेतु अभासं कल्प्यते इति वक्तुं शक्यते वा? अत्र उपाधेः चिन्तनम् अस्ति तावद् वदतु। उपाधिः हेत्वाभासं कल्पयति इति न, हेत्वाभासस्य प्रसिद्धहेत्वाभासस्य ज्ञापकं भवति उपाधिः। ज्ञापकम् इत्युक्ते किं महोदय? प्रूविङ्ग् इति नास्ति वा? नो, इट् बेसिकलि गिव्स् अस् नालेज् अबौट् अनदर् हेत्वाभास, ए प्रसिद्ध हेतु अभास। ज्ञापकं मीन्स् दट् विच् टीचस्। शास्त्रं ज्ञापकं न तु कारकम् इति वचनमस्ति। इत्युक्ते शास्त्रं कर्ता अपि नास्ति, कारयिता अपि नास्ति, केवलम् अस्मान् बोधयति। तर्हि एवम् अत्र उपाधिः बोधयति, किं बोधयति? प्रसिद्धहेत्वाभासं बोधयति। तेन प्रसिद्धहेत्वाभासेन अत्र दुष्टत्वं सम्पादयामः इत्युक्ते साक्षात् उपाधिं स्वीकृत्य हेत्वाभासं न वक्तुं शक्यते। अग्रे इतोपि किञ्चित् पठामश्चेत् अर्थबोधः जायते। अस्तु, तर्हि वर्षा भगिनी भवती एव पठतु अग्रे। धन्यवादः सत्यभाम भगिनी। इदानीम् उपाधिः इत्युक्ते किम् इति वक्तव्यम्। परन्तु महोदय अत्र दोषं तु हेतौ व्याप्तिः न अस्ति एव दोषं किल महोदय वाक्ये? अग्रे पठतु इदानीं निगमनं न करोतु। एतावत् पर्यन्तं यद् अस्माभिः यद् उक्तं तद् अवगतम्। अग्रे पठतु। अथ का सोरि कः अयम् उपाधिः उच्यते यः अत्र पश्यतु कः अयम् उपाधिः इति पुल्लिङ्गे लिखितम्। उपाधिः इति पुल्लिङ्गपदम् इति भाति, तत् स्त्रीलिङ्गं। कः अयम् उपाधिः? उच्यते यः स्वधर्मम् अन्यत्र विद्यमानम् इव बोधयति। यथा इत्युक्ते उपाधेः विद्यमानधर्मम् अन्यत्र अस्ति इति सः बोधयति। अन्यत्र यथा स्फटिकस्य लौहित्ये रक्ततायां जपापुष्प उपाधिः जपापुष्पं हि स्वस्य लौहित्यं समीपवर्तिनि स्फटिके अविद्यमानमपि बोधयति। प्रकृते अपि अत्र उदाहरणमस्ति जपापुष्पम् अपि च स्फटिकं समीपे अस्ति चेत् अत्र जपापुष्पस्य रक्तवर्णं स्फटिके भाति इति कृत्वा उपाधिः जपापुष्पं भवति। प्रकृते अपि अव्याप्ये अत एव साधारणहेतौ वस्तुतः व्याप्तेः असत्त्वे अपि स्वस्मिन् विद्यमाना साध्यवा व्याप्तिः इत्र अत्र तु स्त्रीलिङ्गे अस्ति किल महोदय स्वस्मिन् विद्यमाना साध्यव्याप्तिः इति न व्याप्तिः इति अस्ति खलु उपाधिः इति अस्ति विशेषः। स्वस्य विद्यमाना साध्यव्याप्तिः अनेन बोध्यते इति सः भवति उपाधिः। ओके, अत्र हेतुः तु वस्तुतः साधारणहेतुः एव अस्ति इत्युक्ते साधारणहेतुः इत्युक्ते व्याप्तिः नास्ति हेतौ। अतः व्याप्ति असत्त्वे अपि उपाधेः विद्यमानसाध्यव्याप्तिः हेतौ भासते, अतः एव सः उपाधिः अस्ति। दट् इस् द उपाधि साध्यव्याप्ति इस् लुकिङ्ग् एस् इफ् इट् इस् द हेतु साध्यव्याप्ति। उत्तमम् इति अस्ति। तर्हि उपाधिः साध्येन व्याप्ता अस्ति, व्याप्तः अस्ति उपाधिः इति पुल्लिङ्गपदं, तर्हि उपाधिः साध्येन व्याप्तः अस्ति, तथापि अत्र हेतौ भासते इति कृत्वा हेतुः अपि साध्येन व्याप्तः इव भवति, वस्तुतः हेतुः साध्येन व्याप्तः नास्ति, तथापि तत्र अत्र समीपे उपाधि समीपे वर्तते इति कृत्वा उपाधि तु वस्तुतः साध्येन व्याप्तः अस्ति, किन्तु स च धर्मः उपाधि उपाधेः व्याप्यत्वधर्मः अत्र हेतौ अवबोधयति उपाधिः इति कृत्वा हेतुः अपि तत्र हेतुः अपि व्याप्तः अस्ति इति इव भासते, वस्तुतः तादृशं नास्ति इति कृत्वा, तर्हि इदानीं भवती वदतु भगिनि, प्रसिद्धहेत्वाभासज्ञापनद्वारा इति उक्तम्, तर्हि अत्र प्रसिद्धहेत्वाभासः कः? प्रसिद्धहेत्वाभासः अस्ति हेतौ व्याप्तिः अस्ति इति हेत्वाभासः अस्ति, न न अत्र प्रसिद्ध अत्र हेत्वाभासः पञ्चविधाः सन्ति खलु, सव्यविचारः सव्यविचारः विरुद्धः सत्प्रतिपक्षः असिद्धः तदनन्तरं बाधा इति असिद्धः इति तेषु तेषु किम् एतावत् यत् अस्माभिः पठितं तेषु हेत्वाभासेषु किं प्रसिद्धहेत्वाभासज्ञापनं भवति उपाधिः? व्याप्यत्वासिद्धः इति हेत्वाभासस्य ज्ञापनं भवति न सव्यभिचारः साधारणहेत्वाभासं भवति खलु, साधारणमिति कस्य हेत्वाभास अभासस्य प्रभेदः अस्ति सव्यभिचारः, परन्तु अत्र तु प्रसिद्धहेत्वाभासविषयं तु व्याप्यत्वासिद्धः एव किल मन्त्य अत्र एव भासते किल न न अत्र उपाधिः अत्र पश्यतु एवं चिन्तनीयं भगिनि उपाधिः उपाधिः व्याप्तः अस्ति साध्येन उपाधिसाध्ययोः मध्ये व्याप्यव्यापकभावः अस्ति किन्तु वस्तुतः अत्र हेतौ हेतुसाध्ययोः मध्ये व्याप्यव्यापकभावः नास्ति उपाधिः साध्ययोः मध्ये व्याप्यव्यापकभावः अस्ति स च उपाधिः तत्र व्याप्यधर्मं हेतौ बोधयति इति कृत्वा हेतुः अपि व्याप्यम् इति भासते वस्तुतः तादृशं नास्ति तर्हि अत्र उपाधि व्याप्तिधर्मः उपाधेः एव इति यदा निरूपयामः तदा हेत्वाभासं कथं सम्पादयामः इति चेत् सव्यभिचारे साधारणहेत्वाभासः कथं सम्पादयामः तादृशं सम्पादनीयम् इत्युक्तं तर्हि तर्हि प्रसिद्धहेत्वाभासज्ञापनद्वारा अत्र प्रसिद्धहेत्वाभासः कः चेत् सव्यभिचारे साधारणहेत्वाभासः इति प्रभेदः अस्ति खलु तस्य ज्ञापनद्वारा उपाधिः अत्र हेत्वाभासः भवति इति उक्तम् बुद्धं किम् the fact that the upadhi has the vyaptihi and it makes it look as if the hetu has the vyaptihi, thus establishing that it is sadharana hetu abhasa and then using that to prove the hetu abhasa here. So that is the savya vichara sadharana hetu abhasa eva atra prakrita hetu abhasa iti prasiddha hetu abhasa iti prasiddha hetu abhasa nirupyate. Correct? We prove savya vichara sadharana hetu abhasa. Satyam. तेन च अग्रे पठतु तेन च तेन च उपाधिना युक्तः हेतुः सोपाधिकः इति उच्यते तं सम्प्रत्याह अत्र उपाधिना युक्तः इति कृत्वा सोपाधिकः इति बहुव्रीहि समासः क्रियते तदनन्तरं लक्षणवाक्यं ग्रन्थे मूलग्रन्थवाक्यं सोपाधिको हेतुः व्याप्यत्व असिद्धः वाक्यशः वक्तव्यं वा महोदय आमाम् एकवारं पठतु भगिनि, पठित्वा तदनन्तरं वदेम। सोपादिकोक्षरैः यद् लिखितं तत्सर्वं पठतु एकवारम्। सोपादिको हेतुः व्याप्यत्व असिद्धः साध्यव्यापकत्वे सति साधन अव्यापकत्वम् उपाधित्वम् साध्यसमानाधिकरण अत्यन्त अभावप्रतियोगित्वम् साध्यव्यापकत्वम् साधनवत् निष्ठ समानाधिकरण अत्यन्त अभाव अप्रतियोगित्वम् साध्यव्यापकत्वम्। आम् सत्यम्। साधनवत् निष्ठ अत्यन्त अभाव प्रतियोगित्वम् साधन अव्यापकत्वम्। हा साधना इत्युक्ते हेतुः इति भवेत् किल महोदय अत्र। यथा पर्वतः धूमवान् वह्निमत्वादि इत्यत्र आर्देन्धनसंयोग उपाधिः। तथा हि यत्र धूमः तत्र आर्देन्धनसंयोग इति साध्यव्यापकत्वम्। यत्र वह्निः तत्र आर्देन्धनसंयोगः नास्ति। अयोगोलके आर्देन्धनसंयोग अभावात् इति पुनः पठामि। अयोगोलके आर्देन्धनसंयोग अभावात् इति साधन अव्यापकत्वम्। एवं साध्यव्यापकत्वे सति साधन अव्यापकत्व आर्देन्धनसंयोग उपाधिः सोपाधिकत्वात् वह्निमत्वं व्याप्यत्व असिद्धम् इति। अस्तु, किं कुर्मः इदानीं? रमेश महोदय, भवान् वदतु अत्र यथा पर्वतः धूमवान् इति आरभ्य, तदनन्तरं पूर्वं यदस्ति तदनन्तरं चिन्तयेम, प्रथमम् उदाहरणं पश्येम। यत्र यथा पर्वतः धूमवान्, पर्वतः धूमवान् वह्निमत्वात् इति अत्र, पर्वतः धूमवान् वह्निमान् पर्वतः अस्ति, तर्हि वह्निमत्वात् न पर्वतः धूमवान् वह्निमत् हेतु अस्ति, वह्निमत्वात् इति हेतु अस्ति तत्र। तर्हि पक्षः कः? पर्वतः हे साध्यं किम्? धूमः। उत्तमं, हेतुः कः? वह्निमत्वात् इति अस्ति खलु, वह्निमत्वात् इत्युक्ते तस्मिन् वह्निः अस्ति इति कृत्वा, वह्निमत्वात् वह्निः योगः मतु प्रत्ययः अस्मिन् अस्ति इति, वह्निमत्वम् इति उत्तमम्, वह्निमत्वम् इति हेतुः उत्तमम्। तत्र उपाधिः कः? आर्द्र इन्धनसंयोगः, आर्द्रेन्धनसंयोगः, आर्द्र इन्धनसंयोगः। तर्हि आर्द्रेन्धनसंयोगेन अत्र धूमवत् इति भाति। अस्तु, तर्हि इदानीं पर्वतः धूमवान् वह्निमत्वात् इत्यत्र आर्द्रेन्द्रसंयोगः उपाधिः, तर्हि आर्द्रेन्द्रसंयोगः इति उपाधिः. अग्रे तथा हि यत्र धूमः तत्र आर्द्रेन्द्रसंयोगः इति साध्यव्यापकत्वम्. तत् किम् इति प्रतिपादयतु. तत् यत्र धूमः अस्ति, यत्र धूमः तत्र आर्द्रेन्द्रसंयोगः, तत् स तत्र दट् इस् यत्र यत्र तर्हि साध्यव्यापकत्वम् इति उक्तं खलु. साध्यव्यापकत्वं कुत्र अस्ति? साध्यव्यापकत्वं यत्र तत्र इति लिखितमस्ति किल, आर्द्रेन्द्रसंयोगे साध्यव्यापकत्वमस्ति. प्रश्नं किं पुनः पृच्छतु महोदय? साध्यव्यापकत्वं कुत्र अस्ति इति प्रश्नः. अस्तु, तस्मात् पूर्वं साध्यव्यापकत्वम् इत्यस्य विग्रहवाक्यं वदतु. साध्येन व्यापकः साध्यव्यापकः न व्यापकः साध्यं च व्यापकः साध्यव्यापकः न साध्यस्य व्यापकः षष्टि तत्पुरुषः साध्यस्य व्यापकः साध्यस्य व्यापकः. अत्र साध्यं किं? धूमः खलु. धूमः धूमस्य व्यापकः अस्ति किम्? आर्द्रेन्दनसंयोगः. साध्यस्य धूमस्य व्यापकः अस्ति आर्द्रेन्दनसंयोगः. I don't want that. No, I'm not confused. I don't understand anything. श्रूयते खलु? आम् महोदय, श्रूयते. हा, अत्र पश्यतु, साध्यस्य व्यापकः साध्यव्यापकः तत्त्वं साध्यव्यापकत्वम् इति अस्ति. यत्र यत्र धूमः तत्र तत्र आर्द्रेन्दनसंयोगः. यत्र यत्र आर्द्रेन्द्रसंयोग अभावः तत्र तत्र धूम अभावः खलु. इन् अ गेस् स्टौ देर् इस् नो आर्द्रेन्दन, दट् इस् वै यु डोण्ट् सी धूम देर्. वह्निः अस्ति चेदपि धूमः किमर्थं न भवति गेस् स्टौ मध्ये इति चेत् तत्र आर्द्रेन्द्रसंयोगः नास्ति. The gas which is in the cylinder is not mixed with water. That's why it burns without smoke. Tarhi, yatra yatra dhumaha iti sadhyam, tatra tatra ardrendana sayyogaha iti kritva ardrendana sayyogaha sadhyasya vyapakaha bhavati. Buddhamva? साध्यस्य इत्युक्ते धूमस्य व्यापकः भवति. हा, सत्यं खलु, तद् बुध्यते खलु. धूमस्य व्यापकः ओन्ली वेन् देर् इस् वेट् वुड् इन्वाल्ड् आर् वेट् फ्यूल् इन्वाल्ड्. तदेव उक्तं, यत्र यत्र धूमः तत्र तत्र आर्द्रेन्द्रसंयोगः इति कृत्वा आर्द्रेन्द्रसंयोगः धूमस्य व्यापकः भवति इति कृत्वा साध्यव्यापकत्वम् आर्द्रेन्द्रसंयोगे आगतं. बुद्धं खलु? अस्तु, इदानीम् अग्रे, यत्र वह्निः तत्र आर्द्रेन्द्रसंयोगः नास्ति यत्र वह्निः अस्ति तत्र आर्देन्द्रसंयोगः नास्ति इति वाक्यम्। इत्युक्ते यत्र वह्निः अस्ति तत्र आर्द्रेन्द्रसंयोगः नास्ति इति वदति। अग्रे पठतु। अयोगोलके अयोगोलके आर्देन्द्रणसंयोग अभाव आर्देन्द्रणसंयोग अभाववाद् पञ्चमी अभावात् इति साधन अव्यापकत्वम्। अयोगोलके अयोगोलके इत्युक्ते अयन् अयन् बाल् अयोगोलके अयोगोलके अग्निः अस्ति इति चिन्तयतु। किन्तु तत्र आर्द्रेन्द्रसंयोगः नास्ति इति कृत्वा तत्र धूमः अपि न भवति। इट् जस्ट् ग्लोस् इट् ग्लोस् हा। तर्हि अत्र पश्यतु साध्यं किं धूमः कथं साधयामः केन साधनेन साधयामः आर्द्रेन्द्रसंयोगः इति साधनेन धूमं साधयामः। किन्तु अत्र हेतुः कः वह्निमत्वम् इति अस्ति खलु। तर्हि यत्र यत्र वह्निमत्वम् इत्युक्ते यद्यपि साध्यसाधनयोः मध्ये व्याप्यव्यापकभावः अस्ति धूम आर्द्रेन्द्रसंयोगयोः मध्ये साध्य तत्र व्याप्यव्यापकभावः अस्ति किन्तु आर्द्रेन्द्रन अपि च अग्निः वह्निः अनयोः मध्ये साध्यसाधकभावः इति व्याप्यव्यापकभावः नास्ति। यत्र यत्र आर्द्रेन्द्रम् आर्द्रेन्द्रसंयोगः तत्र तत्र वह्निः इति वक्तुं शक्यते वा? न। कुत्र यथा यत्र यत्र आर्द्रेन्द्रसंयोगः तत्र तत्र वह्निः इति न वक्तुं शक्यते यथा वने अपि अस्ति तत्र वेट् वुड् यदि यदि कश्चन वेट् वुड् अस्ति तस्मिन् वह्निः नास्ति चेत् वेड् वुड् अस्ति किन्तु तत्र वह्निः भवेत् इति नास्ति खलु। तर्हि यत्र यत्र आर्द्रेन्द्रसंयोगः तत्र वह्निः इति न भवति। एवं विपरीतरीत्यापि तर्हि वह्निः अपि च आर्द्रेन्द्रसंयोगः अनयोः मध्ये सम्बन्धः व्याप्यव्यापकसम्बन्धः एव नास्ति। इत्युक्ते अयोगोलके आर्द्रेन्द्रसंयोग अभावादिति साधन अव्यापकत्वं साधन अव्यापकत्वं कुत्र इदानीम्? हेतौ अस्ति साध्य अव्यापकत्वं साधन अव्यापकत्वं आर्देन्द्रसंयोग अभाववान् अवत् इति अयोगोलके अस्ति। तर्हि साधन अव्यापकत्वं अयोगोलके अस्ति नास्ति महोदय? अयोगोलके नास्ति किं साध्ये अस्ति न न अत्र साध्यमिति वा वदतु कस्मिन् वस्तुनि अस्ति इति वदतु। धूमे अस्ति नास्ति आर्द्रेन्द्रसंयोगे उभयमपि साध्यव्यापकत्वम् आर्द्रेन्द्रसंयोगे अस्ति साधन अव्यापकत्वम् अपि आर्द्रेन्द्रसंयोगे अस्ति इति कृत्वा अग्रिमवाक्यं पठतु। एवं साध्यव्यापकत्वे सति साधन अव्यापकत्वात् आर्द्रेन्द्रसंयोगः उपाधिः। सत्यम् तर्हि तादृशपदार्थमेव उपाधिः भवति यस्मिन् साध्यव्यापकत्वम् अस्ति किन्तु साधन अव्यापकत्वं नास्ति, साधनव्यापकत्वं नास्ति. महोदय, साधनव्यापकत्वम् इत्युक्ते तेन साध्यं न साधयितुं शक्नुमः इति वा? हा, इत्युक्ते अस्तु, इदानीं भवान् मेल् महोदय भवान् एव वदतु अत्र साध्यं किम्? साध्यमिति वह्निः, न क्षम्यतां, धूमः, धूमः. साधनं किं? साधनम् इति आर्द्रेन्धनसंयोगः इति नास्ति, तत्रैव क्लेशः अस्ति. साधनम् इत्युक्ते हेतुः खलु? ओ अस्तु, अत्र साधनमिति पदं प्रयुक्तं, हेतुः इत्यस्य पर्यायपदमस्ति साधनं, पर्यायपदं कारणम् इति. अत्र वह्निमत्वम् इति अस्ति खलु, तर्हि वह्निमत्वम् इत्युक्ते वह्निः एव साध्यं, साधनम् अत्र क्षम्यतां हेतुः, वह्निः साधनमस्ति. सत्यं, धूमः साध्यमस्ति, आर्द्रेन्द्रसंयोगः इति उपाधिः अस्ति, उपाधौ किम् अस्ति? साध्यव्यापकत्वमस्ति, साध्यस्य व्यापकः अस्ति उपाधिः, आर्द्रेन्द्रसंयोगः. किन्तु तर्हि इदानीं साधन अव्यापकत्वं, तत्र विग्रहवाक्यं वदतु. साधनस्य अव्यापकत्वम् इति, साधनस्य अव्यापकत्वं वा साधनेन अव्यापकत्वं वा? किम्? साधनः वह्निः, हेतुना अव्यापकः, हेतुना अव्यापकः इति आर्द्रेन्धनसंयोगः. अत्र एवं चिन्तयतु महोदय, इदानीं ए बि सि इति त्रीणि वस्तूनि सन्ति इति चिन्तयतु. आमां, तर्हि ए अपि च सि अनयोः मध्ये व्याप्यव्यापकभावः भवेत् खलु? यदि ए निरूपयितुम्, अत्र ए इति साध्यमिति चिन्तयतु, ए इति धूमः, सि इति साधनं हेतुः इति चिन्तयतु, बि इति वह्निः, वह्निमत्वं. न न, एकनिमिषम् अग्रे ग. ए बि सि इति त्रीणि वस्तूनि सन्ति. अस्तु, तर्हि ए इति साध्यम् इति चिन्तयतु, सि इति साधनं हेतुः इति चिन्तयतु. सामान्यतया किं व्याप्यं भवेत्, किं व्यापकं भवेत् ए सि अनयोः मध्ये? साध्यम् इति व्यापकं भवेत् खलु, व्यापकः भवेत्, साध्यं व्यापकं भवेत् खलु? आम्. तर्हि ए हेस् टु बि प्रूव्ड् बै सि, देन् ए हेस् टु बि व्यापकं, सि हेस् टु बि व्याप्यं. व्याप्यं हेतुः एव सर्वदा व्याप्यः भवति खलु, व्याप्तिः कुत्र भवेत्? हेतौ भवेत्, हेतौ भवेत्. अस्तु, तर्हि इदानीं तन्मध्ये इदानीं बि इति आगतं, तर्हि इदानीं बि अपि च सि अनयोः मध्ये कीदृशभावः भवेत्, किं व्यापकं भवेत्, किं व्याप्यं भवेत्? बि इति व्यापकं भवेत्. सत्यं खलु, बि इति व्यापकं भवेत्, तत्रापि सि इति व्याप्यं भवेद् भवेदेव. यदा बि व्यापकं भवति तदा एव बि द्वारा ए अपि व्यापकम् इति निरूपयितुं शक्नुमः खलु. तर्हि इदानीं वदतु, साध्यव्यापकत्वम् इत्यस्य को अर्थः? इदानीं साध्यव्यापकत्वम् इति बि, तत्र अस्तु, इदानीं धूमः इति ए, वह्निः इति सि, आर्द्रेन्द्रसंयोगः इति बि. तर्हि ए बि अनयोः मध्ये कः सम्बन्धः भवेत्? रमेश महोदय वदतु. व्याप्यव्यापकः भावः भवेत्. किं किं व्यापकः भवेत्? किं व्याप्यं भवेत्? ए इति व्यापकः भवेत्. ए व्यापकः भवेत्, बि इति व्याप्यः भवेत्. व्याप्यः भवेत् खलु? अस्तु, तर्हि इदानीं साध्यव्यापकत्वं बि इत्यत्र अस्ति चेत् तत्र विग्रहवाक्यं कथं वक्तव्यम्? साध्यस्य व्यापकः एव, साध्यस्य व्यापकः, तत्रैव दोषः कृतः, मयापि कृतः अस्ति. साध्येन व्यापकः वा? साध्येन व्याप्येन इति साध्येन व्यापकः. सत्यं, साध्येन व्यापकः तदा एव. साध्येन व्यापकत्वं कुत्र भवेत् इति चेत् उपाधौ उपाधौ भवेत् खलु? तर्हि तत्र साध्येन व्यापकत्वम् उपाधौ भवेत्. तदनन्तरं साधन अव्यापकत्वम् अत्र किं भवेत्? साध्येन वा साधनेन वा साध्य साधनस्य वा? साधनस्य साधनस्य सत्यम्. See, B has to be Vyapya with regard to A. And it has to be Vyapaka with regard to C. With respect to C, huh? Correct? Satyam. Antato gatva, A, Sarvesham Vyapaka bhave. C, Sarvesham Vyapya bhave. Tarhi tan madhye yad B asti, tat sadhyena व्याप्यः भवेत् साधनस्य हेत्वोः हेतोः व्यापकः भवेत् खलु? हा सत्यम्. बि हेस् टु बी अ सब्स्ट्रेक्ट् आर् इति किं वदामः, व्याप्यव्यापकभावः तत्र अनतिरिक्तवृत्तित्वं बि मध्ये भवेत्. सो बि हेस् टु बि इन् बिट्वीन्. ए शुड् बि प्रसेण्ट् एव्रिवेर् द बि इस् आर् मोर्. बि हेस् टु बि प्रसेण्ट् नाट् मोर् देन् वेर् ए इस्. अण्ड् बि हेस् टु बि प्रसेण्ट् मोर् देन् वेर् सि इस्. सो साध्यस्य साध्यनिष्ठ अत्र साध्यव्यापकत्वम् इत्यत्र क्लेशः अस्ति. व्यापकः किं भवति? व्यापकः यदा कदापि बि न भवति खलु साध्यस्य. आम् सत्यं. साध्यस्य व्यापकः इति वदामश्चेत् क्लेशः भवति. क्लेशः क्लेशः भवति. हेतोः व्यापकः भवति. हा, हेतोः व्यापकः बि भवेत् सत्यम्. किन्तु साध्यस्य व्यापकः बि न भवेत्. सत्यं, साध्येन व्यापकः इति एव भवेत्. किन्तु तादृशमत्र लिखितमस्ति, यथा तथा हि यत्र धूमः तत्र आर्द्रेन्द्रसंयोगः इति साध्यव्यापकत्वम्. साध्यव्यापकत्वम् साधन अव्यापकत्वम्. ओके, सो मेबी ही इज टेकिंग बी इज नॉट इन द सेंटर. इफ वी कीप बी आउट ऑफ इट. अस्तु, एवं चिन्तयामः. पञ्चनिमिषं स्वीकरोमि, तदनन्तरम् अग्रिमे वर्गे इतोपि पठेम. यदि बी साध्यस्य व्यापकः भवति, साधनस्य व्यापकः अपि भवति इति स्वीकुर्मः, मध्ये नास्ति। बि इति अन्यद्वस्तु, बि इति नास्ति, जेड् इति वस्तु स्वीकुर्मः। ए इति साध्यं, सि इति साधनम्, इजेड् इति अन्यवस्तु। यद् साध्यस्य व्यापकः अपि भवति, साधनस्य व्यापकः अपि भवति चेत् तर्हि साध्यव्यापकत्वं साधनव्यापकत्वम् उभयमपि यदि इजेड् मध्ये अस्ति तर्हि अत्र तेन किमपि निरूपयितुं न शक्यते खलु। इत्युक्ते ए अपि च सि अनयोः मध्ये व्याप्यव्यापकभावः अस्ति इति निरूपयितुं शक्यते वा एतादृशमस्ति चेत्? महोदय क्षम्यताम्, अत्र तु साधन अव्यापकत्वम् इति अस्ति किल महोदय? सत्यम्। उपाधि हा तु साध्यव्यापकत्वम् उपाधेः अस्ति, साधन अव्यापकत्वम् अपि उपाधेः एव अस्ति। तत्रैव विग्रहवाक्यं वदतु। हा महोदय, अत्र साध्यस्य व्यापकः एव भवति किल महोदय? अत्र आर्ध्यन्तनसंयोगः साध्यस्य व्यापकः भवति, तदनन्तरं साधनेन व्यापकः अपि, साधनेन अव्यापकः अपि आर्ध्यन्तनसंयोगः एव भवति। पूर्वं भवान् उक्तं तदेव सम्यक् इति भाति। न न नास्ति नास्ति, अत्र किञ्चित् क्लेशः अस्ति, इतोपि चिन्तनीयमस्ति। साधनेन इत्युक्ते अन्ततो गत्वा अत्र साधनम् इत्युक्ते हेतुः भगिनि, साधनम् इत्युक्ते हेतुः, साधनं हेतुः, साध्यते अनेन इति साधनं, तर्हि हेतुः, हेतुः एव अन्ततो गत्वा व्याप्यः भवेत् सर्वत्र खलु। महोदय परन्तु अत्र हेतुः व्याप्यः न अस्ति इति एव क्लेशः, किमर्थं चेत् अत्र व्याप्यः उपाधिः अस्ति। न न साध्येन साधनेन व्यापकत्वं, साधनेन व्याप्यः, तत्र साधनेन व्यापकत्वम् इति इति क्लेशः अस्ति तत्र। साधनेन अव्यापकत्वम् न अव्यापकम् इति अनन्तरं, तत्र तस्य नयि तावदेव। प्रथमं साधनेन व्यापकत्वम् इति वदामश्चेत् साधनेन व्यापकत्वम् इत्युक्ते साधननिष्ठव्यापकत्वम् उपाधौ अस्ति। यूशुवलि नो महोदय, साधनेन व्यापकत्वं यूशुवलि साध्ये अस्ति, परन्तु अत्र साधनेन व्यापकत्वम् उपाधेः नास्ति इति कृत्वा त्यजतु भगिनि, इदानीं नास्ति इति त्यजतु, प्रथमम् अस्ति चेत्। इदानीम् उपाधिः कुत्र? ए अपि च बि, ए अपि च सि अनयोः मध्ये भवेद् वा नो चेत् अन्यत्र भवेत् वा इति चिन्तनं, तत्र निगमनं किं भवत्याः चिन्तनं किम्? यत्र कुत्रापि भवेत् तत् समीपम् अस्ति, परन्तु तदेव कारणमस्ति अत्र। मै क्वेश्चन् भगिनि, I don't see the significance of where it is, Mahodaya. Why is it important, whether it is in between or elsewhere? I mean, it has to be there, in the place. Paksheta bhavet. So, I'm sorry, I didn't understand. Ha, you see, what we are trying to ask, atra dvani mudranasya staganam karomi, kinchit angila bhashayam chintayama, tadanantaram agrimevarge itopi.